पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 117 सूत उवाच भरद्वाजगृहे भुक्त्वा रामचन्द्रप्रसन्नधीः मुनीन्द्रविष्णुसहितो वानरर्क्षसमन्वितः मेखच्छन्ने तथाकाशे मन्दं चरति मारुते तद्वनाभ्यन्तरे क्वापि सुदेवगृहमुत्तमम् अष्टापदस्तम्भयुतं हेमपट्टिककल्पितं मणिमौक्तिकसंयुक्तं राजधैकलशैर्युदम् पाडीर चन्द्रकस्तूरी कुङ्कुमैसुरभीकृतं कर्दमैर्जालकयुधं शकलोपरि संवृति चन्द्रज्योत्स्नागमं सूर्या निरीक्ष्य मध्यभित्तिकं गृहान्तर्भूदलं कृष्णं चन्द्रपुष्परसोक्षितम् दिगुदीची तथा कृष्णाभित्तिकल्पनवर्जिता स्तम्भे स्तम्भे चित्रकारी स्वपादी परिकल्पितं शतहस्ताङ्गणं तस्य स्फटिकोपरि कल्पितं गृहाङ्गणाधिकच्छायः पारिजातमहीरुहः कृष्णप्रावृतिकं तत्र निबिडं कदलीवनं कदलीवनसंयुक्तं केदगीवनसंवृतं मयूरनादबहुलं मञ्जुकूजन्मधुव्रतं पारावतगणद्वानं नानोपवनशोभितम् प्रासादशदसम्बाद्धं मत्तकोकिलनादितं शाखालम्बिमहारत्नशोभितानेकपादपं किन्नरीवनिदागीतनादपूरिददिग्मुखम् अनेकारामसुभगं गौतमीतडमुत्तमम् भारद्वाजगृहं पुण्यमनन्दगुणसेवितं रदिकन्दर्पसङ्काशदासीदासशतान्वितं नानोपकरणोपेदं भारद्वाजगृहं शुभं तस्य चान्तर्गदसौधस्तत्रान्तर्गृहवाडिकाः अष्टौ तन्मध्यदो ह्येकं गृहं परमशोभनं चतुर्दिक्षु महादेव गृहप्रासादशोभितं प्रतिदेवगृहं श्यामा तौर्यस्त्रिकसुशोभितं स्वर्गस्थितवरस्त्रीणां विश्रामायैव कल्पितम् भरद्वाज गृहाद्रामो निर्गत्याशेषसंयुधः तस्यैव च महागेहं वनमध्यगदं त्वगात् तदन्तराचारिदकम्बलं तदा पृथस्तवस्त्रासनसंयुतं च सिंहासनं मध्यगदं तथैकम् मुन्यासनानेकगदं विवेश पौराणिकस्यानुपमासनान्तरं भूपादहर्यर्क्षवरासनं च पौराणिकं पूर्वमधोपवेश्य तदोवसिष्टं मुनिपुङ्गवांश्च नारायणं भूमिपदीन् कपींश्च नीचासनं च स्वयमाससाद मेघावृतं व्योम दिशप्रसन्नाः सुपुष्पमुर्वीतलमुक्तबीजं तदङ्गणं नोष्णमहोनशीतलं सन्तानपुष्पं दमपुष्पगन्धि शम्भुं विलोक्याथ वचो बभाषे रामकथां कीर्तय शङ्करस्य तृप्तिर्न जादा मुनिवर्य शृण्वदो माहेशमाख्यानमखौकनाशनं चकार किं वा ननु गौतमाश्रमे महेश्वरो देवगणाधिसंवृतः शिव उवाच महाविपञ्चीमवलम्ब्य निष्ठितः स वायुसूनुशिवमन्वपृच्छद न्यायार्जितैरेव हि पूजने विभो कीदृक् भवेच्चान यजै फलं वद शौर्यैरधो किं फलमर्पितार्पणे उपाहृदद्रव्यसमर्पणेषु एकैकशो मे भगवन्वदेश प्रश्नोत्तरं किं कथयाशु शम्भो अधेश्वरो वानरमाबभाषे वदामि सर्वं तव ध्यानदशृणु न्यायार्जितैः पूज्य सदाशिवं त्वजं सम्प्राप चैश्वर्यमिदं हि गौतमः पुरा द्विजो मङ्गण सूनुरा कथः सुशोभनामाप सदीं द्विजन्म दरिद्रयेक करुणासमन्वित षष्ठाक भोजी पितृवर्जितश्च उपोष्य पञ्चाकमथाभिभोक्तुं प्रवर्तयेवाध समापदद्यदिः यदिर्बभाषे मधुरं तदा कथं मासोपवासी तव भोक्तुमागतः तिष्ठामि भुञ्जे यदि चास्ति ते मुने न मे बुभुक्षान्यगृहाद्विभोक्तुम् आकथ उवाच न मे भुजिः पञ्चदिनं द्विजेन्द्रषष्ठे दिने मे भुजिरागतश्च तदा मया कार्यमचिन्तनीयं प्रक्षालयाम्ये हि तवाद्यपादौ ओमित्यदक्षालिदपादयुग्मः स भोजनं कर्तुमियेष योगी रभादलांसे बुभुजे तदन्नं विपाच्य सम्पादितमाज्ययुक्तं वन्यैः सुसंयुक्तमधादरेण न किञ्चिदुच्छेषितमन्नमस्य अथा कथो वीक्ष्य मुनिं सुतुष्टं तु दोषभार्या सहितस्तपस्वी गदोथ भुक्त्वापि यदि स चाकथः सन्तुष्ट चित्तोऽध जपं चकार कपोदवृत्तिं सचकारपत्न्या तपो वितानाय स सज्जनो मुनिः पीठेत कृत्वा तमुमापदिं शिवं लिङ्गे समाराध्य समन्वितं गणैः लिङ्गं निधायाध निरीक्षमाणो ददर्श चाज्ञाद कृशाकृतिं द्विजं दिगम्बरं पादविहीनमेदं काणं कुणिं कर्णविहीनकं प्रभुं श्यामोद्गिरं तं बहुशास्त्रपारगं गृहं समायान्दमधो ददर्श अथा कथो भार्यां सुशोभनामिदमुवाच अयं हि विकृतवेषो ब्राह्मणसमायाति अर्धं देयमेतस्मै भोजनं रक्षार्धमन्नं चास्मिन्नपि दिने गदे षष्ठेह्नि भोजनाभावात् तव जीवितं न तिष्ठतीति मम प्रदीयते किन्तु त्वं मन्यसे वद सा शोभनोवाच आयुर्ललाडे लिखितं नान्दरा नश्यति आकथ आह यथा बद्धायुषो वियज्ञस्य वीरभद्रेण छिन्नं शिर आजस्रात्मन किमुद नु याणां पापात्मनामिति तदेनं परिहृत्य त्वया भुज्यते यदि त्वेदस्मै मयान्नं दीयते तावेच्छानुसारदो मम कर्तव्यं भार्या प्राह कथमहं भोक्ष्ये त्वय्य भुक्ते मया किं पूर्वं भुक्तमिदमपरं शृणु अन्नं हि प्राणिनां प्राणाः प्रत्यक्षं सर्वदेहिनां तस्मादन्नप्रदो यस्तु प्राणदस निगद्यते अन्नाद्भूतानि जायन्ते वर्धन्ते तानि वैयदः तस्मादन्नाधिकं किञ्चिन्नास्य दानं महाबलम् अश्वद्धचलपत्राग्रलीनतोयद्रवास्तिके जीविते न हि यो दद्यात् तस्य जन्म निरर्थकम् परलोकसहायो हि धर्मो भार्या न बान्धवाः भार्या वा पितरौ पुत्रा यावदायुर्न बान्धवाः सम्पद्वयः सुहृदिह इहामुत्रहितं स्थितं धर्मं धर्मभृतां श्रेष्ठं भुङ्क्ते चान्ये किमावयोः यदि भार्यावच श्रुत्वा आकथकरुणानिधिः अविशङ्गितमेवस्मै दत्तवानन्नमूर्जितम् अयं सशङ्करो देवो नानाकरणमागतः यदि निश्चित्य मनसा तस्याङ्गं पापनाशनम् आजानुपादं प्रक्षाल्य पराजङ्गमधः परं गुल्फं च तदधस्तस्य प्रक्षाल्या चामयद्विजम् अधा कथोऽपि पत्सन्धिं गृहाङ्गणमुपानयद उन्मुच्य पादसन्धिं स निशसादार्पिदासने समभ्यर्च्या कदः सम्यग् भोजयामास तं मुनिं यदस्मिन्नन्तरे कश्चिदुन्मत्तो गृहमागतः पादसन्धिमधादाय गृहबाह्यमुपानयद अधादः च तद्गेहं दम्पती चाप्यताडयत् अकथस्ताडितो विप्रो दह्यमानं गृहं तदा इवेश देवमीशानमादातुं तूर्णमेव वा अधादाय महेशानं दग्धपूजं द्विजोत्तमः निर्गत्य च ततो दृष्ट्वा मुखसन्तापमेव च दग्धपूजां तिरस्कृत्य वीक्ष्य दग्धाङ्गमप्युद भार्यामुवाच धर्मात्मा यथा पूजा महेशिदुः तथा मम समस्ताङ्गं कर्तव्यमविशङ्कितं व्यङ्ग उवाच पश्चादपि कृता पूजा सफला ते भविष्यति यथान्यद्रव्यदहने तादृशं दीयते जनैः पूजाया दहने तद्वत्पूजास्य क्रियतामिति आकथ उवाच चौर्येणाप्यार्जितैर्द्रव्यै पूजया न हितं भवेद् न चान्यायार्जितैर्विप्रशम्भो पूजा शुभप्रदा युत्युक्त्वा चाकधस्तूर्णं स्वाङ्गं द दग्धमुपाक्रमद दग्धं लिङ्गं तदोन्मत्तो गृहीत्वान्तर्दधेक्षणाद अथ व्यङ्गोहरो भूत्वा वारयामास च कथं किमर्थं किध्यदे विप्रवरदोऽहं वरं वृणु आकथोऽपि विभोः पादे भक्तिं वव्रे सुनिश्चलां सूत उवाच येदां श्रुत्वा कथां रामः प्रहृष्टो मुनिभिर्वृदः भारद्वाजं नमस्कृत्य प्रयाणाज्ञामयाचद अधो भरद्वाजमुनिप्रसन्नशम्भुं वसिष्ठं मुनिपुङ्गवं च नारायणं चर्षि गणांश्च नत्वा व्यसर्जयतेऽपि ययुः प्रणम्य नैमिषीया ऊचुः गदायोध्या महातेजा समस्तमुनिसंयुधः किं चकार ततो रामः स च शम्भुर्महायशाः सूद उवाच कौसल्या मासिकश्राद्धमपरेहनि राघवः चिकीर्षुर्द्विजः प्रवरान् ऋषि कल्पान्यमन्त्रयद शम्भुं समस्ततत्त्वज्ञं नारदं रोमशम्भृगुं विश्वामित्रमधो राम एकभक्तव्रती ततः भूमौ सुखास्त्रुतायां च सुष्वापा व्याकुलेन्द्रियः परेद्युरथसम्प्राप्ते प्रादस्नात्वा विधानविद अन्नं शाकादिकं शुद्धं जनैरेवान्वकारयद नानान्नानि विचित्राणि चोष्याद्यानि तथैव च वटकादींस्तथा भक्ष्या नष्टत्रिंशदकल्पयद पायसं षड्विधं चैव पक्वशाकशतद्वयम् अपक्वमिश्रकाणां च शतत्रयमकल्पयद कालशाकाधिकं शाकं फलानि विविधानि च मूलानि चैककन्दानि वल्कलानि च राघवः कारयित्वा नदीं गत्वा सः भ्रातृपुरोहितः सरयूसलिले स्नात्वा हुदाग्निं स्वागतान् द्विजान् उक्त्वा दुःस्वागतं तास्तु कृतदेवार्चनो नृपः प्राणानायम्य सङ्कल्प्य क्षणं चैव प्रदत्तवान् रोमशं नारदं रामो वैश्वदेवेऽन्यमन्त्रयद शम्भुं भृगुं कौशिकीं च मातृस्थानेऽन्यमन्त्रयद गोमयेन तद कृत्वा मण्डलं पूज्य चार्षदः पादप्रक्षालनं चक्रे सीता दत्तोदकेन च आचामयित्वा तान् वृप्रान् गृहं गन्तुमधोद्यतः अभ्यागतसमायादस्तविरो विकृताकृतिः कृशः सम्प्रचलद्गात्रो वेपिताङ्घ्रिशिरास्तथा लम्बमानत्वगुत्कर्षच्छ्वासकासादिपीडितः दूषिकाक्लिन्नगण्डश्च लाला सम्पृक्तकूर्चकः उवाच रामं राजानमहमेको द्विजस्थितः ममापि भोजनं देयं स्थविरस्य कृशस्य च रामोऽपि तद्वज श्रुत्वा लक्ष्मणं वाक्यमब्रवीद पादौ प्रक्षालयास्य त्वमहमभ्यर्चये द्विजम् अभ्यागतोऽपि वचनमाह राममदाकुलं त्वया प्रक्षालिते पादे मम भोजनमिष्यते मत्तोऽधिका द्विजा किन्दे येन मामवमन्यसे श्राद्धधर्मं न जानीषे महर्षिगणसेवितं ममावमानद सर्वविप्राणामवमाननम् श्राद्धं विहन्यते चापि नरकं च गमिष्यसि अध राम स्वयं विप्रपादौ प्राक्षालयत्तदा आचामयित्वा तं विप्रं गृहं प्रावेशयत्तदः आचान्तश्च स्वयं रामो विष्टरं दत्तवानथ आसीनेषु च विप्रेषु प्राणवायुं निरुध्य च स्वकर्मकरणानुज्ञां लब्ध्वाथ सतिलं जलम् अपहतेदि मन्त्रेण द्वारदेशे विचिक्षिपेद उदीरदामिति तथा पितृपात्रस्थले क्षिपेद गायत्र्या चाक्षदजलं देव पात्रस्थले क्षिपेद पाकजातं तदाभ्युक्ष्य मन्त्रमेददुदीरयेद् श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं जनार्दनं वस्वादींश्च पितॄन् ध्यात्वा तदश्राद्धं प्रवर्तयेद् विश्वे देवार्चनं कुर्याद्यवैर्वा तण्डुलैर्वधा मूलाग्रयोजितौ दर्भौ गृहीत्वा साक्षतावध भूस्पृष्ट दक्षजानुस्तु द्विजहस्ते जलार्पणं पुरूरवार्द्रवाणां वै देवानामिदमासनम् इति दत्त्वासनं तेषां श्राद्धतः पार्थयेत्क्षणम् अर्कं कृत्वा ततः पश्चादुत्तराग्रकुशेष्वथ नुब्जं पात्रं तद कृत्वा कुशग्रन्थिमधोपरि उत्थानं तु तद कृत्वा जलैराभ्युक्ष्य रौक्मकैः पवित्रान्तर्हिते पात्रे शम्नो देव्या जलं क्षिपेत् वैश्वदेव्याखिलं कर्म ह्याह्वत्तद्विधिचोदितं यवोऽसि धान्यराजो वा इति पात्रे क्षिपेद्यवान् मधुमिश्रांस्तु करकान् गन्धपुष्पैस्ततो ददेद द्विजते स्त्वर्क इत्युक्त्वा त्वस्त्वर्कोत्तरतस्तदः आवाहयिष्ये तान् देवानिति पृष्ट्वा तदुत्तरं विश्वे देवास इत्युक्त्वा विप्रमूर्ध्नि कुशान् क्षिपेद विश्वे देवा शृणु ते ममागच्छन्त्विधि संजपेद समागतो निषण्णोध सदर्भं पात्रमाहरेद दक्षिणे चरणे क्षिप्त्वा मुख्यपात्रोदकं ततः विप्रस्य दक्षिणे हस्ते प्रागग्रेध पवित्रके या दिव्या इति मन्त्रेण निक्षिपेत्पात्रवारि तद् इदम्भो अर्कमित्युक्त्वा ह्यस्त्वर्कोत्तरतस्ततः पात्रे धृत्वार्खदोऽयं च तत्पात्रं स्थापयेत् क्वचिद् अध दत्त्वा करेतोऽयं य वैरेतानर्चयेत् अर्चत प्रार्चद इति पृष्टा चोत्तरतस्ततः पादादिमूर्तपर्यन्तमभ्यर्च्य जलतस्ततः गन्धद्वारेदि मन्त्रेण तदेत्युक्तोत्तरस्ततः पितृणामर्चनं कुर्यादेवमेवापसव्यकम् उपविदं द्विजं कृत्वा कुशान् भग्नां स्थिलान्विदान् वामजानुं भूमिगतं कृत्वा दत्यात्तदासनं दक्षिणाभिमुखो भूत्वा क्षणप्रश्नमधो वदेद दक्षिणाग्रेषु दर्भेषु नुब्जं पात्रत्रयं न्यसेद त्रिकुशग्रन्थिसंयुक्तमुत्तानमधकल्पयेद ततः सम्प्रोक्ष्य पात्रेषु सपवित्रतिलेषु च शम्नो देव्या जलं क्षिप्त्वा तिलोऽसीदि तिलां क्षिपेद गन्धपुष्पमधो दत्त्वा स्वदार्घ इति पृच्छति दत्तोत्तरोस्त्वर्क इति पितृना वाहयेत्ततः तिलपुष्पकुशैस्तिष्ठन् कल्पितार्कं करेदधद उशन्तस्त्वेति मन्त्रेण त्रिरर्कोदकमर्पयेद अर्चनं तु तदा तेषामपसव्यं तु पूर्ववद प्रक्षाल्य भाजनं स्वर्णं देवानां परिकल्पयेद पितॄणां राजदं कुर्याद्यथा सम्भवमेव वा तदभावेदु कांस्यं स्याद्धनन्याशिदमुत्तमं पात्राणि तदभावे स्युः पादाशानिनमध्यमम् रम्भाणि चूदपत्राणि जम्बूपुन्नागकानि च पराकान्यत चाम्पानि मधुककुडजान्यपि माधुलुङ्गस्य पत्राणि श्राद्धे देयानि वैनृभिः दर्व्यामन्नमधादाय कराभ्यामाज्यमेव च प्रवेशणं तत पृच्छेत् प्राचीनाविदवान्द्विजं करिष्येऽग्नौ करणमिति कुरुष्वेदि तदुत्तरं परिविश्योपवीधी स्यादभिकार्यसमाहरेद हुने सोमाय पितृमदे स्वधा नाम इदीरयन् यमायाङ्गिरसे पितृमदे स्वधा नम इति द्वितीयमाहुदिं कृत्वा चापि कार्याक्षतं तदः अग्नये कव्यवाहनाय स्वधा नमस्ततः परं हुत्वा प्रसव्यं कृत्वा तु परिविश्य द्विजान् व्रजेत् मे क्षणेन ततो भीक्ष्णं पादयेत् पितृपात्रके पिण्डा पात्रमदशेषं दर्वी प्रक्षालनं ततः मेक्षणस्याग्निनिक्षेपं ततः पात्राण्युपस्तरेद पात्रदक्षिणभागे तु दध्यादन्नमनन्तरं भक्ष्याणि भोज्यशाकानि सर्वाण्येव स दत्तवान् अधातिधिर्महावृद्धो वीक्षमाणस्तदसदः उवाच राघवं शान्तं शीघ्रमेव नमस्कुरु बुभुक्षा वर्तते स्माकं भोक्ष्येकं वा तवाज्ञया रामो बभाषेव जनं विलम्बयक्षणं मुने देवतापितरो मंसो नमस्यन्ते धुना मया इत्युक्त्वा राकफप्रादादन्नं पात्रगदं तदा प्राक् सौम्याग्रान् कुशान् दैवे प्रदिजि दक्षिणग्रकान् पित्र्ये पवित्रे ये दर्भाय वानदतिलानपि अन्नप्रदानं कुर्वन्ति पृथिवी इति मन्त्रदः इदं विष्णुरिति स्पृष्टमङ्गुष्ठेन द्विजस्य तु देवेभ्य प्रथमं दद्याद्ये देवा इति वै पठन् पितॄणां च ततो दद्या दद्या दधिथ एतदः देवताभ्य इति मुखानुच्चार्यापोषणं ददेद त्रिर्जपित्वा तु गायत्रीमुपवीदी पुरोमुखः प्राचीना विधवान् ब्रूयान् मधुत्रयमदः परं भुञ्जध्वमिति तानुक्त्वा भुञ्जानेषु द्विजादिषु रक्षोघ्नमन्त्रपठनं भाष्य भोज्यादिदापयन् एतस्मिन्नन्तरे विप्रो यो तिथिस्तदिदं तथा कृतवान् महदाश्चर्यं तद्वदामि समासदः पात्रस्थितमशेषं च ग्रासेनैकेन चाग्रसत प्राणाहुदीनां पर्याप्तं दीयतामिति चाब्रवीद येदावद्धातुमशक्तः कथं श्राद्धक्रियोद्यतः ममैकस्य प्रदाने त्वमशक्तो राम किं वृथा बहूनां भोजनं धातु मुद्युक्तो राम किं वृथा सहसा कृतकर्माणि न समाप्तिं प्रयान्ति च त्वया कृतमशेषाणां नालं प्राणाहुतिर्मम कथं मे दीयते भुक्तिः कथमेषां तथा वद रामस्तमब्रवीद्वीरो भुङ्क्ष्वत्वं हि यथा सुखम् इत्युदीर्य निरीक्ष्यास्य कर्म तत्परमद्भुतम् अथ शम्भुं समाहूय प्राहत्वं परिवेशय त्वं पिता पार्वती माता शिवा देवीदि मे मदिः अन्नपूर्णेश्वरी देवी भवान्ये वेदि मे मदिः सा शाम्भवी वचप्राह तत्पर्याप्तं ददाम्यहम् अधो मा कांस्यमादाय भिस्सापूर्णमलङ्कृतं स्वर्णदर्व्यासमादाय पायसं गन्धकान्तिमद अस्याक्षयमिदं भूयादिति प्रादातु पायसं द्विजस्य दक्षिणे हस्ते सा ददात्सकृतं मुदा सशिरः कम्भमानस्तु ऊर्ध्वदृष्टिरधा भवद प्रसारितकरश्चासीत् गृहीत्वा पायसं करे दीयतां पायसं स्वादु सुष्ठुपक्वमिदं तु किं शम्भुपत्नी बभाषे तं करे भुङ्क्ष्व तदो ददे अभक्षय तदो विप्रह पुनः करतले स्थितं तदक्षयमथ ज्ञात्वा प्रासारय दधेतरं तस्मिन् करतले देवी पायसं दत्तवत्युद अन्येषामपि विप्राणां पक्वाक्षय्यमदात्सदि अथ पाणिद्वयगदं विज्ञायाक्षय्य पायसं दृष्ट्वा करान्धरमधो प्रासारयद सद्विजः उवाचानं प्रदातव्यं ससूपकृतमुत्तमं शिवादेवी तथा प्रादादक्षय्यं शम्भुवल्लभा यद्यत् प्रादा तदा साध्वी सर्वमेव तदक्षयं करान्तरं मधो सृष्टं परिपूर्णं पुनः पुनः एवं करसाहस्रं तु कृत्वा स विररामः उवाच वचनं विप्रो देहि गण्डूषवारि मे तर्पितोऽस्मि त्वया भद्रे न रामेण न सीतया शम्भुरुवाच रामेण सीतया दत्तं मया दत्तं हि यत्र च इतः परं हि किं देयं पूर्णं वा त्वं वदस्व मे द्विज उवाच तृप्तोऽस्मि न च मे देयमधिकं च करस्थितं विद्वन्नतकरगतं न पपादकथञ्चन निषण्णो हि चिरं दध्यौ कथं मे केवलकरः भूक्र्यै कृतमिदं सर्वं नान्यस्मै कर्मणे मम तस्माधन्यकृतेरेतत् सर्वं रिक्तं भविष्यति इति निश्चित्य मनसा लिप्ताङ्गोऽतिथिराभवत् पश्यत्सु सर्वदेवेषु तदद्भुतमिवाभवद तृप्ता नध द्विजान् ज्ञात्वा राघवः परमार्थविद दर्वीकरोद तृप्तास्थ इति पृष्ट्वा यथाविधि तृप्तास्म इति विप्रेन्द्र विकीर्यान्नं समन्त्रकम् पात्रस्य याम्याभिमुखः संनिधौ पिण्डमर्पयेद् गण्डूषमपि विप्राणां तत्रैव परिकल्पयेद् उच्छिष्टपर्णपात्रेषु ते गण्डूषमकुर्वद गृहान्तरे च दे विप्रा विविशुस्त्वतिथिं विना आहातिधिर्बहिकार्यं मया च मनं विट्पते उद्धातुं नैव शक्नोमि करं मे देहि राघव अधरामकरं प्रादान्नो धितस्तु द्विजोत्तमः अनुमानत चाप्यस्य दत्तवान् बलवत्करम् इतरेण गृहीत्वा दुःकरेण द्विजपुङ्गवम् आचकर्षकपीन्द्रस्तु द्विज साक्रोशमुक्तवान् द्विज उवाच छिद्यते मे करो व्यक्तमुद्धापय ततोऽन्यतः लङ्गुलेन सपीठं समावृत्या मस्तकं बलाद अधाधावत्तद पृथ्वीं द्विजस्तु न चचालः अथ वानरवीरस्तु पद्भ्यां च कृन्ततां महीं पादौ विन्यस्य सुदृढौ द्विजमूर्धानमाक्षिपद विशीर्णमभवद्वेश्म द्विजा सर्वे बहिस्तद्धा सह वृद्धद्विजसोध हनुमान् बहिरभ्यगद पीठे च स्थापयामास ब्राह्मणं स्थविरं कृश्यं द्विजाय जलमादाय जाम्भवान् मृण्मये खडे आह स्वच्छं जलं विप्रत्वया देयं सभाजनं सिदा प्रक्षालये दङ्गं लक्ष्मणो जलदो भवेद जाम्भवानाह तं रामं ब्राह्मणोक्तमशेषतः द्विजप्रक्षालने रामो व्याधिदेशानुजं प्रियां सौमित्रिर्जलमादाय द्विजाङ्गक्षालने तथा प्राक्षालयदशेषाङ्गं प्रतिमामिव भूभुजः अध रामोपदेशेन चक्रतुस्थौ तथैव च अधादिदिस्वगण्डूषं सीता वक्त्रे व्यमुञ्चद सालङ्काराम्बुभिर्व्याप्ता प्राक्षालयदधो सती श्लेष्मलाला सुप्रचुरं मुखं विप्रस्य सा सती प्रममार्जपुनक्षाल्य नासा श्लेष्माणमत्यजद आचामयित्वा सौमित्रिरुत्तिष्ठेत्यब्रवीद्विजं द्विजो न शक्यमित्याह हनुमानप्यथागतः अतिथिप्राकतं विप्रः पीडितोऽहं हनुमदा गृहीतोद्धरता पूर्वं पतितो वानरेण च जाम्भवानधत्तं प्राह लोमाङ्गं मम वै मृदु मया दध्रियसे विप्र न च पीडा भविष्यति इत्युक्त्वा जाम्भवान् विप्रं दोर्भ्यामालम्ब्य चोद्धरद द्विज प्रान्तमधादाय स्थापयामास तं मुनिम् अधरामो द्विजेन्द्राणां प्रदक्षिणमवर्तत दत्ताशीरभि विप्रेन्द्रायुर्दत्त्वा ताम्बूलमग्रदः पादावलम्ब क्रुद्रामो भ्रातृभिः सह च ब्रवीद अयि सीते तिथेरस्य त्वया न क्षालितं वपुः जङ्घायुके तिथेरस्य मलं चास्यं मलान्वितं सम्यक् प्रक्षालय मुखं द्विजो न सहदे मलं सीतोवाच अध प्रक्षालितं सम्यगिदानीं निर्गतं पुनः राम उवाच पुनः प्रक्षालयमलं दोषस्यादन्यथा मम अध सीता तथा कृत्वा तूष्णीमेव बभूवः अहरामं च सीतां च द्विजपरमकोपवान् पादौ यौ मम राजेन्द्र तौ सीता लम्बयेदिति भवान् करौ ज भरदो मम वीर्यं प्रयच्छतु लक्ष्मणकेशनिजय प्रसाधनकरो भवेद् शत्रुघ्न श्लेष्मनिर्मुक्तिं स्ववस्त्रेण करोतु मे सूद उवाच अददे चक्रुरदिधेरशेषमुदितं तथा तथा पुर्विस्मयं विप्रा नरवानरराक्षसाः शिवादेवी च शम्भुश्च स भ्रूभङ्गमुदैक्षतां मनसा चाप्य भाषेदामधिधिः शम्भुरेव च अतिथिश्च प्रसन्नोऽभूच्चङ्गचक्रगदाधरः पीताम्बरः समस्ताङ्गभूषितोऽतीव दीप्तिमान् यः पुराराधितः शम्भुः प्रसन्नोऽभूत्त्रिलोचनः शुद्धस्फटिकसङ्काशः सर्वाभरणभूषितः कोटि सूर्यप्रतिकाश्य किरीडी करुणानिधिः आलम्ब्य चक्रिणपाणिमादिष्टद सदाशिवः रामपरमधर्मात्मा पुलकाञ्चिदविग्रहः दण्डवन्निपपादो व्यामानन्दप्लावितेक्षणः अनमन्भ्रातरस्तस्य दण्डवद्भूतले स्थिताः शिव उद्धाप्य काकुत्स्थमालिङ्ग्याघ्राय मस्तकम् उवाच मधुरं वाक्यं रामं राजीवलोचनं शिव उवाच वरं वृणु प्रसन्नोऽस्मि ब्रह्मादेरपि दुर्लभं तवादेयं न मे किञ्चित् वृणुत्वं न चिराय वै श्रीराम उवाच न याच्यं मे जगन्नाथ भूराज्यं मम साम्प्रतं स्वर्गश्च कर्मभिः प्राप्तो भक्तिस्त्वत्पाददर्शनाद् आरोग्यं पश्य भुञ्जेखं सा सीता योषितां वरा वशीकृता सर्वनृपा प्रजा धर्मसमन्विताः हर्ष एव ममापन्नस्त्वदा गमनदोच्युद तदापि वरये किञ्चित् भक्तिरस्तु स्थिरा त्वयि तथा मम गृहे देव त्रिवर्षं तिष्ठ हे प्रभो ब्रुवन् समस्तद्धर्मांश्च रूपेणानेन शङ्कर शिव उवाच एवमस्तु तथा राम सर्वं ते सम्भविष्यति अथाह चक्री राजानं रामं राजीवलोचनं वरं वृणुमहाभागप्रसन्नोऽहं यमिच्छसि श्रीराम आहवचनं मम प्रार्थ्यं न चास्तिः यत्प्राप्यं शम्भुदप्राप्तमन्यत् सर्वमुदीरितं किं चैकं वर्ये विष्णो प्रसन्न सर्वदा भव अधसि तां हरिप्राह प्रसन्नोऽहं तवाधुना वरं वृणु प्रयच्छामि तदसीदा ब्रवीदिदं वरो वृधपुरा भर्त्रा न चान्यो मे वरो वरः यदि कामं प्रयच्छेधा मनश्च परपूरुषाद संनिवृत्तं च भवतान्नमस्तेऽस्तु द्विजप्रभो अथ ते मुनय सर्वे प्रणेमुर्देवतोत्तमौ अथसौ राघवं प्राकभुङ्क्ष्वत्वं बन्धुभिः सह एकान्तमन्दिरे रम्ये देव्यात् सह वसामि ते विष्णुसमस्तकरणसमुद्रतनयान्विदः एकस्मिन् मन्दिरे राम तिष्ठतां लुलुपो हि सह अध शुद्धमहागारे पीडाढ्ये बहुभाजने अग्रे वसिष्ठो भगवानुपविष्टस्तयोर्मुनिः अपरे ऋषय सर्वे यथा वृद्धं नृपास्तथा तेषामभिमुखो रामो भ्रातृभिसहितो नृपः तरुणे समभागे च आसने तानवेशयद हनुमत्प्रमुखान् भृत्यानाह रामोऽनुसान्द्वयन् भवन्धपरितिष्ठन्तु पश्चाद्भुञ्जेन चान्यथा ततस्ते प्रददु सर्वे पादार्काननुपूर्वशः बुभुजुश्चापिते सर्वे ये रामस्योपसेविनः तेषां दत्त्वा दताम्बूलं कपीन्द्रादीनभोजयद भुक्तवत्सु समस्तेषु रामो राजीवलोचनः दीनान्धकृपणादीनां पशुपक्षिमृगस्य च दत्त्वा हि भोजनं सन्ध्यां वन्दितुं हि समारभद सन्ध्याजपादिकं कृत्वा नत्वा तेषां नृपस्तदः सिंहासनगतो रामः पौरजानपदादिभिः सेव्यमानः सभास्तानगतो रेजेसराघवः सर्वदेवपरिवारो यथा देवशचीपतिः राजकार्यमशेषं च कृतवान् भ्रातृभिः सह नाम्ना चैकैकश सर्वान्विससर्जस राघवः भ्रातृन् विसर्जयामास वानरादींस्तद्धा परान् अधराममहातेजा वसिष्ठो वाक्यमुक्तवान् तव प्रादर्हि यत्कार्यं न च विस्मर राघव आस्ते शम्भुर्जगन्नाथो भगवानम्बिकापतिः स्मर्तव्यो वन्दनीयश्च भगवानथ यत्नदः तदेत्युक्त्वा गुरुं राजा नत्वा तं च व्यसर्जयत् स्वयं च भार्यामपज देवदेवं विचिन्तयन् ऋषय ऊजुः प्रातःसमुद्धाय गुरो रामो मतिमदाम्बरः किञ्चकार तदाख्या हि श्रोतुं कौतूहलं हिनः सूत उवाच शम्भुं विलोक्याद ततो बभाषे रामकथां कीर्तय शङ्करस्य तृप्तिर्न जादा मुनिवर्य शृण्वदो महेशमाहात्म्यमकौकनाशनं शम्भुरुवाच अथ प्रश्नशेषस्योत्तरमीश भाषितं ते कीर्तयिष्यामि अन्यायोपार्जितद्रव्यैरीश्वरं य उपास्सदे ते व्यङ्गा जायन्ते तद्यदा कश्चिद्रूपको नाम राक्षसोऽन्यायार्जितेन द्रव्येण शङ्करमाराध्य तेनैव द्रव्येण खण्डामीश्वरप्रीतये कृतवान् तस्य पुत्रसम्पादिरिदिख्याद चौर्यार्जितै शङ्करं पूजयामास तावोभावेकस्मिन् दिवसे मम दुर्गतौ शिवलोकं वीरभद्रेण भाषितौ च घोरूपक अन्यायार्जितेन द्रव्येण भवदा पूजा कृता खण्डातिकं च तेन भावेन व्यङ्गो भूत्वा चौरगणो भविष्यसि शिवपदवचनाद्व्यक्तं नामाश्रवणाद् श्रोत्रं तस्य स्वनेन ध्वस्तं भवति नो दर्शनमेतावता देव त्वयेश्वरपूजा सम्यक् कृता अधो भक्तिश्च भविष्यति वीरभद्रस्त्वनशनं क्वचित् विचरन्दमित्यादिदेश तौ च तथा भूतौ शिवलोके तिष्ठतां शम्भुरुवाच अतोपहदद्रव्यपूजा कथां हनुमदे महेशभाषिधां कथयिष्यामि शृणुराघवप्रमदानां चरित्रमेकैकस्य कर्मविपाकं कथयिष्यामि उपहदाङ्गगणव्याख्या क्रियदामिति हनुमत्पृष्ठः शिव उवाच तदुपहदद्रव्यं ज्ञानतो य ईश्वरेपयिष्यति यदतु त्वं ज्ञानिनोऽत्र शृणुः एष सर्वाङ्गस्वेदिलः सर्वकालं सर्वाङ्गस्वेदिलस्वेदार्द्रवसनस्वेद सम्पादिताल्पप्रवाहशरीरो नासाग्रनिपतितस्वेदबिन्धुस्पर्शा योग्यो दृश्यते स पुरा स्वेद करणेष्वदार्चनं कृतवान् अकृतिहासं कीर्तयिष्यामि चेकितानिरिदिख्यादो ब्राह्मणकर्षको भवद स नित्यं कृषिमुत्पाद्य प्रादस्नात्वा च नित्यशः मध्याह्नकाले सम्प्राप्ते संजपन् ब्राह्मणत्वसौ अन्नमानयमे क्षिप्रमिति भार्यामभाषद तयानीतेन चान्नेन वेगेन शिवपूजनं कृतवानर्क संतप्तस्वेदिलः सर्वदैवतु गन्धपुष्पाक्षताद्यैश्च स्वेदबिन्दुसमन्वितैः अध सायन्दिने प्राप्ते क्षालिताङ्गसुशोभनः पूजयामास देवेशं कालसम्भवसाधनैः ममाराधमहाबुद्धिशिवलोकं गतश्च सः वीरभद्रेण चाप्युक्तो भवत्वं स्वेदिलो गणः स्वेदस्पृष्टपदार्थैश्च पुरा शम्भुप्रपूजितः नित्यं स्वेदसमयुक्तस्तेन स्वेदगणो भव शम्भुरुवाच वीरेणाथसमाधिष्टप्राप्तो रामगणस्त्वयम् अमुं खण्डामुखं पश्यायं पुरा वैश्यो विभाव सो नाम धार्मिको महादानकर्ता नित्यं ब्राह्मणभोजनं कारयित्वा कृतानुष्ठानः प्रातःकाले शिवं नमस्कृत्य कुसुमैः सम्पूज्य किञ्चित्प्रदेशं गोमयेनोपलिप्य पद्मादिकर्मजयित्वा देवाय समर्प्य उपहद खण्डानादं कृतवान् राम उवाच कथमुपहदखण्डा शम्भुरुवाच आसीत् पुरा बलकश्चित् सोम इत्यभिविश्रुतः तस्य पुत्रश्च मन्दाख्यो दशवर्षवया अभूद स चाग्निपक्वकुल्माषान् खण्डायां प्राक्षिपन्नृप तान् भक्षयदप्येष तेन चोपहदाभवद गृहीतुमधतं वैश्यं यदमानब्रवीदिदम् अध वैश्यस्वयं तत्र निश्चित्य द्रव्यशोधनम् लौकिके कृतवल्लोके व्यवहारपदश्च तां एतेन पापयोगेन गणो खण्डा मुखो भवद राम उवाच द्रव्यशुद्धिर्विशुद्धा सा कथं पापस्य कारणं सम्यगुक्तं द्रव्यशुद्ध्यै कथं न द्रव्यशोधनी शम्भुरुवाच न लौकिकव्यवहृदौ तव भक्तो भविष्यति स यादिदशिवस्थानं वक्ता चापि तदा भवेत् सूत उवाच यश्च वक्ति कथामेधां स तेन सदृशो भुवि गुह्याद्गुह्यतमं विप्रा शिवज्ञानप्रदं भवेद ये दध्वकथितं विप्राः पुण्यायुष्यतमं मकद य इदं शृणुवाद्भक्त्या शिवलोके महीयते पुराणवक्त्रे दातव्यं वस्त्रं गोहेमभूषणं भूमिसस्य फलोपेदा देया शक्त्यनुसारतः शिवराघवसंवादं सर्वाकौकनिकृन्दनं यः पठे शृण्वाद्वापि स यादि परमं पदम् इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे उपरि भागे राममोक्षो नाम सप्तदशाधिकशततमोऽध्यायः समाप्तं पञ्चमं पादालखण्डम् इति श्रीपद्मपुराणे पञ्चमं पादालखण्डं समाप्तम् ॐ